नमस्कारः सर्वेभ्यः, स्वागतम्. अद्यतन 2050 न्यायचिन्तनवर्गः अत्र प्रवर्तते. अद्यतनविषयः अस्ति परामर्शलक्षणम् इति. तत्र 189 तमे पुटे अन्तिम अधोभागे स्थूलाक्षरैः लिखितं खलु लक्षणम्. रजतमहोदय पठति वा व्याप्तिविशिष्ट. व्याप्तिविशिष्टपक्षधर्मता ज्ञानं परामर्शः. यथा वह्नि व्याप्य धूमवान् अयं पर्वतः इति ज्ञानं परामर्शः. तज्जन्यं वह्निमान् पर्वतः इति ज्ञानम् अनुमितिः. अत्र लक्षण परामर्शः, तस्य परामर्श ज्ञानं कीदृशे अस्ति, तस्य लक्षणवाक्यमस्ति व्याप्तिविशिष्टपक्षधर्मता ज्ञानं परामर्शः. यथा वह्निः व्याप्य धूमवान् अयं पर्वतः तत्र इति ज्ञानं परामर्शः. यथा वदामः, यथा अस्माभिः अवगम्यते वह्निः व्याप्य धूमवान् अयं पर्वतः तत् परामर्शज्ञानः. तज्जन्यं वह्निमानपर्वतः तत् ज्ञानम् अनुमितिः. ततः यथा परामर्शज्ञानः जातः, तदनन्तरं वह्निमानपर्वतः अनुमिति ज्ञानम् आगच्छति. तदनन्तरम् अत्र वह्निव्याप्य धूमवान् इति अयं पर्वतः इति उक्तं खलु. तत्र वह्निव्याप्य अपि च व्याप्तिविशिष्ट, व्याप्तिः कुत्र अस्ति? धूमे अस्ति. धूमे इत्युक्ते तत्र हेतुः, हेतौ धूम एव हेतुः. हा, हेतौ धूमे अस्ति. अपि च अग्रे पक्षधर्मता, पक्षधर्मः कः? पर्वतः धूम पक्षधर्म हेतौ अस्ति. पर्वत धूम पक्षः, पर्वतः पक्षधर्मः. पक्षधर्मता सम्बन्धः इदानीं गतसप्ताहे पठितवन्तः. पक्षधर्मता इत्युक्ते पक्षसम्बन्धः. तस्मात् पूर्वम् अत्र वाक्यं दृष्ट्वा व्याप्तिविशिष्टपक्षधर्मता ज्ञानं, वह्नि व्याप्य धूमवान् अयं पर्वतः इति ज्ञानं तयोः सामान्यमस्ति खलु. तत्र पक्षधर्मः कः अस्मिन् वाक्यमेव दृष्ट्वा? अयं पर्वतः पक्षः, पर्वतः पक्षधर्मः कः? धूमवान् अयं पर्वतः. पक्षधर्मः धूमः, धूमः धर्मता धूमे अस्ति. महोदय पक्षधर्म धूम वक्तव्यं वा विशिष्ट धूम वक्तव्यम्? विशिष्टधूम साधु एव, किन्तु केवलं पक्षधर्म धूमः. कीदृशः धूमः? व्याप्तिविशिष्टधूमः इति. व्याप्तिविशिष्ट अस्ति. सत्यं वर्गे सामान्य सरलरूपेण वदामश्चेत् पक्षधर्मः धूमः, धर्मता धूमे. अपि च अग्रे रजधर्ममहोदय यत् उक्तं सम्बन्धः, तत् सर्वम् अग्रे आगच्छति. एतावता एवं वाक्यद्वयं दृष्ट्वा पक्षधर्मः धूमः तादृशज्ञानं परामर्शः खलु. इदानीम् अग्रे व्याप्त्या विशिष्टं व्याप्तिविशिष्टं तादृशं यत् पक्षधर्मता ज्ञानम् इति तदर्थः. व्याप्तिविशिष्टं पक्षधर्मतायाः ज्ञानं. विशिष्टम् इत्यस्य सम्बधम् इति अर्थः. व्याप्त्या विशिष्टं व्याप्तिविशिष्टं व्याप्त्या विशिष्टम् अत्र विग्रहवाक्यमस्ति. व्याप्तिविशिष्टं षष्ठी तत्पुरुषसमासः अस्ति अत्र. व्याप्त्या विशिष्टं षष्ठी वा? न न क्षम्यतां, मम दोषः कृतः महोदय. इत्युक्ते तृतीय तत्पुरुषसमासः विग्रहवाक्यमस्ति. व्याप्तिविशिष्टं विशिष्टम् इत्युक्ते सम्बधः तादृशं व्याप्तिविशिष्ट सम्बधः यत् पक्षधर्मता ज्ञानम् इति तद् अर्थः, तत् पक्षधर्मता ज्ञानम् इति तद् अर्थः। तादृशं तादृशम् इत्युक्ते व्याप्तिविशिष्टं यत् पक्षधर्मता ज्ञानम् इति तदर्थः व्याप्तिविशिष्टं पक्षधर्मतायाः ज्ञानं, यत् व्याप्तिविशिष्टं यथा वदामः तत्तु पक्षधर्मतायाः ज्ञानं, विशिष्टम् इत्युक्ते सम्बद्धम् इति अर्थः। विशिष्टपदेन सम्बद्धं सूच्यते व्याप्त्या विशिष्टं, व्याप्तिविशिष्टं विशिष्ट व्याप्त्याः सम्बद्धं सूचयति यत् व्याप्तिविशिष्टं पक्षधर्मता ज्ञानम् इति तद् अर्थः। यथा वदामः व्याप्तिविशिष्टं तत् पक्षधर्मता ज्ञानं, ज्ञानं तस्य पक्षधर्मतायाः ज्ञानम् अस्ति एवमेव। अत्र लक्षणवाक्ये किम् उक्तं, व्याप्तिविशिष्ट पक्षधर्मता ज्ञानं, ज्ञानम् अस्मिन् परिचये तदेव पदस्य विवरणं। तर्हि सरला भगिनी वदति वा, किम् किं किम् उक्तम् इति, कथम् उक्तं? व्याप्य विशिष्टम् इति अस्ति व्याप्तिविशिष्टं, तस्य व्याप्तिविशिष्टं समस्तपदं, तस्य विग्रहवाक्यमस्ति व्याप्त्या विशिष्टं, यथा महोदय उक्तवान् तृतीय तत्पुरुषसमासः तद्भवति विशेष पक्षता धर्मता ज्ञानं तस्य, पक्षता धर्मता ज्ञानम् इति अस्ति विशेषं, तस्य विशेषणं भवति व्याप्तिविशिष्टम्। इदानीं पक्षधर्मता ज्ञानं, तस्य विग्रहवाक्यमपि पक्षधर्मतायाः ज्ञानम् इति, पुनः पक्ष धर्म तस्याः ज्ञानम् इति भवति विग्रहवाक्यं, परन्तु अत्र केवलं वयं स्वीकुर्मः पक्षधर्मतायाः ज्ञानम् इति। यदि महोदय अस्ति वा, चिन्तयामि तस्याः दूरवाणीं भग्नं न श्रूयते, किमपि मध्यम् आगति अनौन्स्मेण्ट्। आम् पक्षधर्मता ज्ञानम् इति, पक्षधर्मतायाः ज्ञानम् इति इत्युक्ते व्याप्तिविशिष्ट पक्षधर्मतायाः ज्ञानम् इति भवति विग्रहवाक्य, तस्मिन् अस्ति पक्षधर्मता याः इति विशेषं, व्याप्तिविशिष्टं भवति तस्य विशेषणम् इति भवति कर्मधारय समासः। अत्र अहं चिन्तयामि यदि व्याप्तिविशिष्ट व्याप्तिविशिष्ट तादृशं यत् इति भवति, मध्यमलोपि कर्मधारय समासः भवति महोदय? नीलमेघम् इति अस्ति खलु, नीलं मेघं, नीलमेघः, नीलः मेघः खलु, तत्र अस्य कस्य पदस्य लोपः अत्र चिन्तयति भवती? तादृशं यत् इति अत्र दत्तमस्ति व्याप्तिविशिष्ट तादृशं यत् पक्षता धर्म, यथा सुन्दर सुन्दरबालकः, सुन्दरः तादृशबालकः, पूर्वपद भवति तद् तथा एव अस्तु। विशिष्टम् इत्यस्य सम्बन्धम् इत्यर्थं, विशिष्टम् इत्यस्य विशिष्ट इति यदा वयं पूर्वं विशिष्ट अवगाहि ज्ञानं, विशिष्टवैशिष्ट अवगाहि ज्ञानं दृष्टवन्तः, तत्र विशिष्ट इत्युक्ते यः हेतो यथा धूम व्याप्त्यां विशिष्यति, यस्मिन् तस्य व्याप्तिप्रकारः अस्ति धूमे, पुनः धूमः पर्वते तस्य विशेषणमस्ति, सो तद् भवति विशिष्टधूमः अस्ति, सो विशिष्टम् इत्यस्य सम्बन्ध इति अर्थम् अत्र अस्ति। ज्ञानं सम्बद्ध भवति इत्युक्ते व्याप्त्याः सम्बद्ध अस्ति इति विशिष्ट पदेन इति वयं गृही अर्थं स्वीकुर्मः यत्र व्याप्तिविशिष्टम् अपि च विशिष्टम् इत्युक्ते सम्बन्धं तर्हि व्याप्तिसम्बद्धज्ञानं व्याप्तिसम्बद्धपक्षधर्मताज्ञानम् इति एतावता इति अस्ति खलु समासत्रयम् उक्तं खलु व्याप्त्या विशिष्टं तृतीयतत्पुरुषः पक्षधर्मतायाः ज्ञानं षष्ठीतत्पुरुषः अपि च व्याप्तिविशिष्टं पक्षधर्मताज्ञानं कर्मधारयः अस्तु अस्तु इति अपि च व्याप्तिविशिष्टं व्याप्तिसम्बद्धम् इति एतावता आगतं साधु इदानीम् अग्रे भवती पठतु साध्याभावाधिकरणवृत्तित्वाभावव्याप्तिः निरूपित एव अनुपदं तथा सम्बन्धं ज्ञानम् इति अर्थः प्रतिभाति तादृशवृत्तित्वभाव अस्तु दर्शितरीत्या धूमादिना सम्बन्ध न ज्ञाने इति अत्र सम्बन्धविषयतारूप ग्राह्य सर्वस्यापि ज्ञानस्य स्वविषयेण विषयता सम्बन्ध अबाधित इति उक्त उपपत्तिः अत्र पूर्वं वयं जानीमः व्याप्ति तस्य लक्षणवाक्यमस्ति साध्याभाववत् अधिकरणवृत्तित्वभाव अत्र समस्तपदमस्ति साध्याभाववत् अधिकरणवृत्तित्वभाव तस्य व्याप्तिः निरूपित एव अनुपदम् इदानीं वयं दृष्टवन्तः पूर्वं वयं बहिनी व्याप्यप्रकारता विशेषता अभाव इति सदैव यथा साध्याभाव मीन्स् वहिन्या अभाव अधिकरणकहृदादि इति अधिकरणमस्ति तस्मिन् वृत्तित्वमस्ति तस्य अभावधूमे अस्ति तत् भवति साध्याभाव अधिकरण साध्याभाववत् अधिकरणवृत्तित्व अभाव इति अस्ति व्याप्ति तत् वयं दृष्टवन्तः पूर्वं तया सम्बन्धज्ञानम् इति अर्थं प्रतिभाति यत् वयं व्याप्त्याः तया इत्युक्ते व्याप्त्याः सम्बन्धं ज्ञानं व्याप्त्याः इति न व्याप्त्या सम्बन्धं ज्ञानं यत् सम्बन्धं व्याप्त्या अस्ति तत् इति ज्ञानम् इति भासते अस्माभिः तादृशवृत्तित्व अभाव अस्तु दर्शितरीत्या धूम आदिना सम्बन्ध न ज्ञाने इति अत्र सम्बन्धविषयतारूपग्राह्य इदानीं सम्बन्ध तयोः भेदः किम् अस्ति सम्बन्धः अस्ति यथा वयं संयोगसमवायस्वरूपसम्बन्ध पदार्थयोः मध्ये यत् सम्बन्धम् अस्ति तत् भवति सम्बन्ध ये विषयीकृता भवन्ति ते भवति सम्बन्ध यथा उदाहरणमस्ति घट भूतलवत् इति यदि वयं वदामः तत् ज्ञान घटभूतलवत् इति ज्ञानस्य आकारः अस्ति तत्र घटभूतलयो संयोगसम्बन्ध अस्ति किन्तु घटभूतलद्वे भवति सम्बन्ध तथा यदि वयं जानीमः व्याप्ति इति साध्याभावाधिकरणवृत्तित्व तस्य तत्र व्याप्ति अपि धूम तयोः सम्बन्धौ सः किन्तु तयोः सम्बन्धं ज्ञानम् इति वयं न दृष्टवन्तः पूर्वं तादृशवृत्तित्वभाववस्तु साध्याभाववत् अधिकरणवृत्तित्वभाव दर्शितरीत्या धूमादिना सम्बन्ध व्याप्ति तस्य सम्बन्धः अस्ति धूमेन सह न तु ज्ञाने परामर्शज्ञान यत् वयं जानीमः तत् अस्ति व्याप्त पर्वतौ धूमवान् अयं धूमवान् अयं पर्वत इति तस्य परामर्शज्ञान तस्मिन् तस्य सह तस्य सम्बन्धः नास्ति, किन्तु तदापि तथापि अपि विषयतारूपग्राह्यं यतोहि वयं दृष्टवन्तः पूर्वं व्याप्ति धूमद्वयोः सम्बद्धो द्वौ सम्बद्धो अस्ति, किन्तु वयं विषयतारूपेण जाने तस्य सम्बन्धं सम्भवितं कर्तुं शक्नुमः। सर्वस्य अपि ज्ञानस्य स्वविषयेण विषयता सम्बन्ध वयं जानीमः, यथा घट भूतलवत् तत्र घट ज्ञाने प्रकाररूपेण अस्ति, घटभूतलयो संयोग संसर्गरूपेण अस्ति, घटं भूतलं विषयरूपेण ज्ञाने वर्तते, तयोः विषयता सम्बन्ध वर्तते ज्ञानेन सह। तथैव व्याप्ति व्याप्ति धूमत्रयोः सम्बन्ध ज्ञाने परामर्शज्ञाने विषयता सम्बन्धेन इति वयं स्वीकुर्मः। बाधित इति उक्तो उपपति तस्य विषयतारूपेण यदि वयं ग्राह्यं तर्हि का अपि बाधिता नास्ति अस्मिन्, सम्यक् इति विजयते तस्य समाधानं विषयता सम्बन्धेन यदि कुर्मः। राजेन्द्रमहोदय किं बुद्धं खलु बुद्धं वा स्वशब्दैः वदति वा आरम्भतः वदतु सम्यक्तया प्रतिपादवति सम्यक् सम्यक् एव अत्र केवलं चिन्तयतु तत्र विशिष व्याप्तिसम्बद्धम् इति पूर्वस्मिन् परिच्छेदागतं तर्हि व्याप्तिः कः इतः आरभ्य भवान् कृपया वदतु पठित्वा महोदय। साध्य अभाव अधिकर्णवृत्तित्व अभावः व्याप्तिः निरूपित एव अनुपदम् तया सम्बद्धं ज्ञानम् इति अर्थः प्रतिभाति। तादृश वृत्तित्व अभाव अस्तु दर्शितरीत्या धूमादिना सम्बद्धः न ज्ञाने इति अत्र सम्बन्धः विषयतारूपः ग्राह्यः। सर्वस्य अपि ज्ञानस्य स्वविषयेण विषयतासम्बन्धः अबाधित इति उक्तो उत्पत्तिः। अत्र साध्य अभाव अधिकरणवृत्तित्व अभावः यथा पूर्वम् अस्माभिः पठितं यत् साध्य अभावः यत्र यस्मिन् वृत्तित्व अभावः अस्ति सः एव व्याप्तिः लक्षणम् अस्ति। साध्य अभाव अधिकरणवृत्तित्व अभावः व्याप्तिः तत्र पूर्वं तत् निरूपितम् एव तादृशी साध्य निरूपित इव इत्युक्ते किं निरूपित इव इति तस्य विभजनं कथं भवति निरूपित इव निरूपित एव निरूपिता एव व्याप्तिः स्त्रीलिङ्गं खलु निरूपिता एव अस्तु महोदय धन्यवादः। अनुपदम् इत्युक्ते अनुपदम् इत्युक्ते यथा वयं पूर्वं पठितवन्तः अनुपदेन किं सूचयति उपरि दत्तमस्ति न विशिष्टम् इत्यस्य सम्बन्धम् इत्यर्थः तत्तु अस्ति किन्तु पूर्वम् अनुपदम् इत्युक्ते प्रतिपदं स्वीकृत्य साध्यः अभावः अधिकरणः वृत्तित्वः अभावः पूर्वं तत्र चित्रं सर्वम् आसीत् खलु प्रतिपदं सम्यक्तया पूर्वं निरूपिता इति प्रथमस्य वाक्यस्य अर्थः। व्याप्तिः कः इति इदानीं दृष्टम् अग्रे तया सम्बद्धं ज्ञानम् इति अर्थः प्रतिभाति। तया इत्युक्ते व्याप्त्या व्याप्त्या सम्बद्धं ज्ञानम् इति ज्ञानं सम्बद्धं ज्ञानम् इति अर्थः प्रतिभाति. तत्र दृश्यते तत्र व्याप्त्या सम्बद्धं साध्य अभाव वृत्तित अभाव अभाव तेन सह एव अस्ति अस्ति एवं महोदय. तत् किञ्चित् अत्र किं वदति व्याप्तिविशिष्टं ज्ञानमिति पूर्वस्मिन् परिच्छेदात् प्राप्तं खलु, व्याप्तिसम्बद्धं ज्ञानम् इति आगतं. तर्हि व्याप्ति इत्युक्ते किं, साध्याभाव अविकरणवृत्तित्वभावः स व्याप्तिः, सा व्याप्तिः. व्याप्तिपदस्य स्थाने तत् स्थापयति. अग्रे वदति तत् व्याप्त्या सम्बद्धं ज्ञानम् इति अर्थमागच्छति. तादृशव्याप्तिः कीदृश, का व्याप्तिः, तत्सर्वं साध्याभाव अधिकरणवृत्तित्वभावः या व्याप्तिः, तया व्याप्त्या सम्बद्धं ज्ञानम् किं परामर्शः पक्षधर्मज्ञानं सर्वं. अत्र प्रतिपादं सः विवरणं करोति. प्रतिभाति इत्युक्ते महोदय दृश्यते अवगम्यते अवगम्यते आगच्छति आपतति. तादृशवृत्तित्व अभाव वृत्तित्व अभाव अस्तु दर्शितरीत्या धूमादिना सम्बद्धः. तादृशी साध्य अभाव वृत्तित्व अभाव दर्शितरीत्या धूमादिना सम्बद्धः अस्ति. यथा भगिनी उक्तवती तत् भूतल घटवत् तत् घटः सम्बद्धः अस्ति भूतले तथैव अत्र अपि धूमः साध्य अभाव वृत्तित्व अभावस्य सम्बन्धः अस्ति. सः सम्बन्धः ज्ञाने न अस्ति, न ज्ञाने इति अत्र सम्बन्धः ज्ञाने यः सम्बन्धः अस्ति सः तु विषयितारूपः ग्राह्यः. तत् विषयितारूपेण सह तस्य सम्बन्धम् अस्ति ज्ञानं. परन्तु धूमादिना सम्बन्धः यः साध्य अभाव वृत्तित्व अभाव अस्ति तत्र सः सम्बन्धः धूमादिना सम्बन्धः अस्ति, परन्तु ज्ञाने न अस्ति. तत् सम्बन्धः ज्ञाने न अस्ति, ज्ञाने यः सम्बन्धः अस्ति तत् विषयितारूपः अस्ति. सर्वस्य अपि ज्ञानस्य स्वविषयेन विषयितासम्बन्धः अबाधित् इति उक्तोपत्तिः. सर्वस्य अपि ज्ञानस्य सर्व यत्किमपि ज्ञानं भवतु तत् ज्ञानानि स्वविषयेन सह विषयितासम्बन्धः अस्ति. तत् अबाधितरूपेण तत् विषयितासम्बन्धः अस्ति इति उक्तो उत्पत्तिः इति योग्यः तत् वक्तुं शक्नुमः. अत्र किञ्चित् भ्रमात्मकमस्ति तृतीयं वाक्यं, तादृशवृत्तित्वभावः. तत्र किं वदति, व्याप्तिविशिष्ट इत्युक्ते व्याप्तिसम्बन्धम् इति उक्तं खलु, सम्बन्धं पदार्थौ द्वौ सम्बद्धौ इति चेत् तयोः मध्ये सम्बन्धः अस्ति. यथा भूतलघटं, घटः भूतलं सम्बद्धौ इत्युक्ते तयोः मध्ये सम्बन्धः अस्ति इति अर्थः अस्ति. अत्र वदति वस्तुतया व्याप्तिः इत्युक्ते साध्य अभाव अधिकरणवृत्तित्व अभावः, तादृशवृत्तित्व अभावः वस्तुतः धूमे सम्बन्धः, धूमेन सम्बद्धः वस्तुतः दर्शितरीत्या. यथा पूर्वमुक्तं व्याप्तिः कुत्र अस्ति, धूमे अस्ति. व्याप्तेः सम्बन्धः धूमेन अस्ति, किन्तु अत्र उक्तं ज्ञानविशिष्टम् इत्युक्ते व्याप्तिविशिष्टम् इत्युक्ते व्याप्तिसम्बद्धं ज्ञानम्. तर्हि व्याप्तेः सम्बद्धं ज्ञानेन अस्ति वा धूमेन अस्ति वा, इति प्रश्नः वदति, इति प्रश्नः सः स्वयं करोति इति विचिन्त्य सः वदति, यद्यपि पूर्वम् उक्तं व्याप्तेः सम्बद्धं धूमेनैव अस्ति, ज्ञाने नास्ति वस्तुतः, किन्तु अत्र तत्र व्याप्तिसम्बद्धः धूमेन स्वरूपसम्बन्धेन अस्ति, अत्र ज्ञाने विषयतासम्बन्धेन अस्ति. वस्तुतः व्याप्तेः सम्बद्धं धूमेन अस्ति, किन्तु अत्र यद्यपि सः उक्तवान् तया सम्बद्धं ज्ञानं व्याप्तिसम्बद्धं ज्ञानम् उक्तं खलु, तर्हि प्रश्नः कोऽपि पृच्छति, ओ व्याप्तिसम्बन्धं ज्ञानेन अस्ति वा धूमेन अस्ति वा, ओ वस्तुतः धूमेन अस्ति, किन्तु अत्र सत्य लेखकस्य विवक्षा अस्ति, अत्र विषयतासम्बन्धेन अस्ति खलु व्याप्तिः ज्ञाने इति सः वक्तुमिच्छति. कोऽपि चिन्तयति खलु, ननु धूमेन सम्बद्धः व्याप्तिः, हा तत्तु सत्यं वस्तुतः धूमेनैव सम्बन्धः, किन्तु अत्र यत् सः वदति अत्र अत्र सम्बन्धः ज्ञान ज्ञानसम्बन्धः अस्ति तद्विषयतारूपसम्बन्धेन. व्याप्तिः ज्ञानमस्ति अस्ति खलु, व्याप्तिज्ञानं भवति खलु, व्याप्तेः ज्ञानं भवति, तादृशज्ञानं विषयतासम्बन्धेन अस्ति. तर्हि व्याप्ते व्याप्तिधूमयोः सम्बन्धः स्वरूपसम्बन्धः, व्याप्तिज्ञानेन सम्बन्धः विषयतासम्बन्धः, व्याप्तेः सम्बद्धद्वयं तथा उक्तमत्र खलु वा महोदय. व्याप्तिज्ञानस्य आकार भवति वह्नी व्याप्य धूम इति, धूमः वह्निव्याप्यः सत्यं साध्य भवान् सरलरूपेण वदामश्चेत् धूमः वह्निव्याप्यः तथा एव. तस्मिन् वाक्ये व्याप्तेः सम्बद्धः धूमेन अस्ति, किन्तु अत्र तया सम्बद्धं ज्ञानं कथं तद्भवति, ओ एवं भवति, यद्यपि यतोहि अत्र सम्बन्धः विषयतासम्बन्धः हि ग्राह्यः, न तु धूमेन स्वरूपसम्बन्धः ग्राह्यः. किञ्चित् भ्रमात्मकम् अस्ति. सः वक्तुमिच्छति पूर्वमुक्तं खलु धूमे धूमादिना सम्बन्धः, तत् सत्यम् इदानीं ज्ञानेन उक्तं पूर्वम्, इदानीम् अत्र ज्ञानेन सम्बन्धः अपि अस्ति, स च सम्बन्धः विषयतारूपसम्बन्धः. कथं सर्वाणि ज्ञानान्य स्वविषयेन विषयतासम्बन्धेन अस्ति खलु, अन्तिमवाक्यं सर्वस्य ज्ञानस्य सर्वाणि ज्ञानानि स्वविषयेन विषयतासम्बन्धः ज्ञाने अस्ति खलु, तदर्थम् अबाधितः इति, अबाधितः इत्युक्ते बाधा नास्ति इत्युक्ते तस्य तं प्रति कोऽपि किम् आक्षेपः नास्ति, कोऽपि निराकर्तुं न शक्नोति, सर्वे स्वीकुर्वन्ति, अबाधितः इत्युक्ते बाधा नास्ति, सर्वे स्वीकुर्वन्ति, किं सर्वस्य ज्ञानस्य स्वविषयेन विषयतासम्बन्धेन अस्ति खलु, ज्ञानं विषयतासम्बन्धेन घटे अस्ति, भूतले अस्ति, व्याप्ते अस्ति, व्याप्तौ अस्ति तथा खलु. इति सर्वे स्वीकुर्वन्ति इति उक्तस्य योग्यता अस्ति इति सत्यं, सर्वाणि ज्ञानानि विषयतासम्बन्धेन स्वविषये अस्ति इत्यस्मात् एतदपि ज्ञानं किं व्याप्तिसम्बद्धं ज्ञानं विषयतासम्बन्धेन ज्ञाने अस्ति, विषयतासम्बन्धेन ज्ञाने अस्ति, न तु धूमेन स्वरूपसम्बन्धे तत्तु अस्ति, किन्तु अत्र विषयतासम्बन्धः इति तस्य वदनस्य आशा साधु अस्ति वा. सः चिन्तयति कोऽपि आक्षेपः कर्तुं शक्नोति, ओहो भोः पूर्वमुक्तं दर्शितरीत्या व्याप्तेः सम्बन्धं धूमेन अस्ति सम्बन्धः, तथा उक्तं खलु, सः वदति आं तत्तु सत्यं, ज्ञाने इति न उक्तं पूर्वं न ज्ञाने, तस्मात् अत्र विषयतासम्बन्धः, तत्र भिन्नसम्बन्धः, व्याप्तिधूमयोः सम्बन्धः भिन्नसम्बन्धः, व्याप्तिज्ञानसम्बन्धः विषयतासम्बन्धः इति वक्तुमिच्छति. सम्बन्धद्वयं समाधानमस्ति, विशिष्ट व्याप्ति विशिष्ट लक्षणवाक्यस्य. व्याप्तिविशिष्टं, विशिष्टम् इत्युक्ते सम्बन्धम् इति उक्तं, कीदृशः सम्बन्धः इति एतावता उक्तं, विषयतासम्बन्धः, न तु व्याप्तिधूमसम्बन्धः, भिन्नसम्बन्धः तत्रापि अस्ति, तद्भिन्नसम्बन्धः, अत्र विषयता ज्ञानसम्बन्धः इति सः वक्तुम् इच्छति. व्याप्तिधूमसम्बन्ध यथा वयं दृष्टवन्तः, तत् बहु दीर्घमस्ति रैट्? किन्तु सत्यं साध्याभाव हृदादि स्वरूपसम्बन्धेन तत् निरूपित इति यथा सत्यं, किन्तु तत्र चित्रं पश्यतु, 186 तमे पुटे चित्रमस्ति खलु. सर्वम् अस्ति अत्र पश्यतु, अधोभागे पर्वतः अस्ति खलु, अन्ते अन्ते पर्वतः अस्ति, तत्र मुख्य विशेषता तस्य उपरि अस्ति धूमः इति अस्ति खलु, धूमात् उपरि किम् अस्ति, धूमस्य उपरि अभावः अस्ति खलु, अभावः एव व्याप्तिः. कीदृश अभावः? साध्य अभाव अधिकरण वृत्तित्व अभावः व्याप्तिः, अभावः एव व्याप्तिः. कीदृश अभावः? तर्हि अभावः केन सम्बन्धेन पदार्थे अस्ति? अभाव पदार्थे स्वरूपसम्बन्धेन भवति इति आगच्छति खलु. यदि यदि सः वक्तुमिच्छति व्याप्तेः व्याप्तिधूमयोः सम्बन्धः, स्वरूपसम्बन्धः इति वक्तव्यं खलु. तर्हि ज्ञाने कथं भवति? अत्र ज्ञानं भिन्नसम्बन्धेन अस्ति, ज्ञाने भिन्नसम्बन्धेन अस्ति इति मुख्यविषयः अस्य परिच्छेदस्य, तावदेव. अत्र रैट् सैड् वा लेफ्ट् सैड् वयं शर कृते ज्ञानं कृते विषयता सम्बन्धः तदा चिन्तयति, कोऽपि आब्जेक्ट् कर्तुं शक्नोति, ओहो भोः कथं ज्ञानं सम्बन्धं, ज्ञानं ज्ञानसम्बन्धे विषयता सम्बन्धः, किन्तु अभावः तु धूमे स्वरूपसम्बन्धेन अस्ति खलु, कोऽपि आब्जेक्ट् कर्तुं शक्नोति, तत् फोर्सि करोति, सः वदति सत्यं धूमादेन भिन्नसम्बन्धः तत्र ज्ञानेन अस्ति, किन्तु अत्र विषयतासम्बन्धः इति स्वीकर्तव्यं, ग्राह्यः स्वीकर्तव्यं, स्वीकर्तव्यः इति सः, इति केवलं सम्बन्धः कीदृशः इति एतावत् उक्तं खलु महोदय, राजेन्द्रमहोदय. आम् आं महोदय. अस्तु अग्रे भवान् पठति वा पक्षधर्मतायाः, इदानीम् अग्रिमपदस्य, एतावता व्याप्तिविशिष्टम् इति उक्तम् एकम् पदम्, द्वितीयं पदं पक्षधर्मताज्ञानं, तस्य पदस्य इदानीं विवरणं समानरूपेण वदति. पक्षधर्मतायाः ज्ञानम् इति अत्र अपि धर्मतापदं सम्बन्धार्थकं, सम्बन्धार्थकं पक्षस्य सम्बन्धः इति अर्थः, स च उक्तपरामर्शे भासमानः धूमरूपे हेतौ पर्वतरूपपक्षस्य संयोगः सम्बन्धः, अयं च पक्षधर्मता इति पदार्थः संवृतः. पक्षधर्मतायाः ज्ञानम् इति अत्र अपि धर्मतापदं सम्बन्धात् सम्बन्धार्थकम् अर्थकम्, अत्र पक्षधर्मतायाः तस्मिन् पदे धर्मता अस्ति, नर्मदापदं सम्बन्धं बोधयति. पक्षस्य सम्बन्धः कीदृशी अस्ति, का अस्ति तत्र पक्षधर्मतायाः, तत् ज्ञानं सम्बन्ध बोधयति धर्मता पदं. पक्षस्य सम्बन्धः इति अर्थः, पक्षस्य सम्बन्धः किम् अस्ति, पक्षस्य सम्बन्धः केन सह अस्ति, किम् अस्ति, तत्र सः धर्मतायाः धर्मतासम्पदेन तद् बोधितं. स च उक्तपरामर्शे भासमानः धूमरूपे हेतो पर्वतरूपपक्षस्य संयोगः सम्बन्धः. स च उक्तपरामर्शे, परामर्श इत्युक्ते परामर्श इत्युक्ते महोदय परामर्शज्ञानं धूमवान् अयं पर्वतः, तदेव परामर्शः खलु. स च परामर्शे यत् भासमानः तस् सम्बन्धपक्षस्य सम्बन्धः परामर्शेन सह भवति धूमरूपे. न, परामर्शः कः, भवान् उक्तवान् खलु परामर्शः कः, परामर्श पर्वतः परामर्श बह्निः व्याप्य धूमवान् अयं पर्वतः. सत्यं, तत्र अत्र पक्षः इत्युक्ते पर्वतः. पर्वतः आम्. परामर्श इति वाक्ये सम्बन्धः कुत्र भासमानमस्ति, भासमानः अस्ति, कुत्र दृश्यते, धूमे अपि च पर्वते, धूमे. हा, सत्यं, धूमे अपि च पर्वते. अत्र किम् उक्तं, पक्षस्य सम्बन्धः पर्वतरूपपक्षस्य संयोगसम्बन्धः, तति हा धूमरूपी यः हेतुः अस्ति पर्वते, तस्य पर्वतेन सह संयोगसम्बन्धः अस्ति, पर्वतरूपपक्षस्य सह संयोगसम्बन्धः अस्ति. पर्वतापक्षः धूमः हेतुः पक्षस्य सह संयोगसम्बन्धः अस्ति. पक्षस्य सम्बन्धः, पक्षसम्बन्धः पक्षधर्मता, पक्षसम्बन्धः पक्षसम्बन्धः पक्षस्य सम्बन्धः, पक्षस्य सम्बन्धः परामर्शे कुत्र भासते इति भवता उक्तं, धूमे धूमे हेतौ धूमरूपे हेतौ धूमे. कीदृशः सम्बन्धः, संयोगसम्बन्धः, संयोगसम्बन्धः इति इति आगच्छति खलु. साधु, अयं च पक्षधर्मता इति पदार्थः संवृतः. अयं च पक्षधर्मता, यः पक्ष पक्षसम्बन्धः, यः ये पदार्थः जातः. अयम् इत्युक्ते किं, कः अयम्? अयम् इत्युक्ते परामर्श. न पूर्वस्मिन् वाक्ये अन्ते किम् आसीत्, अयं च संयोगसम्बन्धः. हा, सम्बन्धः, संयोगसम्बन्धः, अयं च सम्बन्धः पक्षधर्मता, पक्षधर्मता इति पदार्थः आगतः जातः. पक्षस्य सम्बन्धः कुत्र अस्ति, ओहो परामर्शज्ञाने किम् अस्माभिः पठितं, वह्निरूप धूप धू वह्निव्याप्य धूमवान् पर्वतः खलु, तर्हि पक्षसम्बन्धः धूमरूपे धूमे हेतौ इति अस्ति. धूमपर्वतयोः सम्बन्धः कीदृशः, संयोगसम्बन्धः इति यथा भवता उक्तम्. अयं सम्बन्धः एव पक्षधर्मता इति आगच्छति. साधु, आम् आम् महोदय. सरलभगिनी पुनः वदति वा शब्दैः. पक्षधर्मतायाः ज्ञानम् इति अत्र अपि धर्मतापदं सम्बन्धार्थकं. पक्ष अस्ति यत्र धर्म वर्तते, अस्माकं प्रकृति उदाहरणं पक्ष अस्ति पर्वत, तस्मिन् धर्म अस्ति धूम वर्तते. सो यत् धूम पक्ष पक्षधर्मतायाः ज्ञानं. सो धूमपर्वतयोः पर्वतधूमयोः यत् ज्ञानम् इति अस्ति धर्मतापदं सम्बन्धातकं, तत् अस्माकं गमनं भवति धर्मता इति सम्बन्ध इति सम्बन्ध बोधयति. सम्बन्ध कस्मिन् अस्ति, पक्षे अपि धर्म द्वयो मध्ये सम्बन्ध वर्तते तस्य बोधकं भवति सम्बन्धार्थ धर्मता अर्थ. धर्मता इति तल् प्रत्यय अस्ति, तल् प्रत्यय इति योजनेन वृत्तित्वं तस्मिन् यत् अस्ति तत् बोधयति सामान्यतया. सो धर्मे यत् धर्मपक्ष वर्तते पक्षे वर्तते तस्मिन् वृत्तित्वम् अस्ति तद् भवति धर्मता. सो अतः पर्वते धूम वर्तते. सो धूमे अस्ति धर्मता इति धर्म यत् वर्तते तत् इति अस्माकं उदाहरणे भवति पर्वतभूमयोः सम्बन्ध इति पक्षस्य सम्बन्धस्य इति अर्थ इति अत्र ग्रन्थकार वदनस्य बोधम् अस्ति अत्र. स च उक्तपरमार्षे भासमान, परमार्षज्ञानम् अस्माकं परमार्षज्ञानम् अस्ति पक्षधर्मता ज्ञानम् इति. सो परमार्षज्ञानस्य द्वितीय अंश अस्ति पक्षधर्मता ज्ञानम्. सो पक्षधर्मता ज्ञानम् इति ज्ञाने पक्षधर्मता इत्युक्ते पक्षधर्मता तयोः मध्ये यः सम्बन्ध अस्ति तस्य ज्ञानम् इति अस्ति. धूमरूपं हेतु अस्मिन् ज्ञाने धूम इति हेतोः धूम हेतोरूप अस्ति पर्वत पक्षरूपे अस्ति. सो धूमरूप हेतो पर्वतपक्षस्य संयोगसम्बन्ध द्वयो मध्ये संयोगसम्बन्धः वर्तते यथा वयं दृष्टवन्तः चित्रे 185 पञ्चशीति अधिकमेकं व्याप्ति धूमपर्वत. सो धूमपर्वतयोः विशिष्टधूमपर्वतयोः संयोगसम्बन्धः वर्तते. अयं च पक्षता धर्मतति पदार्थः संवृत्तः. तस्मिन् किं ज्ञातं भवति पक्षधर्मता. पक्षधर्मता मीन्स् पक्ष धर्म मीन्स् पर्वतधूमतयोः मध्ये यः सम्बन्धः अस्ति तस्य ज्ञानं भवति. अत्र तृतीयवाक्ये स च उत्तर स च इति अस्ति खलु, सः कः? स च मीन्स् सम्बन्धस्य धर्मता इति सम्बन्धः एव, सः सम्बन्ध एव सम्बन्ध एव धर्मता एव सः सम्बन्धः. धर्मता सम्बन्ध सूचयति यथा उपरि विशिष्टपदसम्बन्ध सूचयति यथा ज्ञाने सम्बन्ध भवति विशिष्टं पदम्, अत्र पक्ष धर्मता सम्बन्ध सूचयति. अत्र पश्यतु पूर्वम् अस्माभिः उदाहरणं बहुवारं दृष्टं भूतलं घटवत् खलु, तत्र ज्ञानत्रयम् अस्ति खलु. आम्, किं कानि तानि? भूतलम् अस्ति विशेषं विशेषता सम्बन्धेन ज्ञाने, घट अस्ति प्रकारता सम्बन्धेन ज्ञाने, तत् विषयता प्रकारता सम्बन्धेन भवति. देन् भूतल घटभूतलयोः संसर्ग अस्ति संस्कृता विषयता सम्बन्धेन ज्ञाने. वक्ष विषयता तिस्रप्रकाराः अत्र आगच्छन्ति. तत्र भूतलघटयोः संयोगसम्बन्धः संसर्गतारूपेण ज्ञाने अस्ति खलु. तथा एव अत्र धूमपर्वतयोः धूमज्ञानं पर्वतज्ञानं संयोगसम्बन्धज्ञानम् तस्मादेव अत्र तृतीयं वाक्यं स च सम्बन्धः धूमरूपे हेतौ संयोगसम्बन्धेन भासते खलु धूम भवति प्रकार एव पर्वत भवति विशेष एव संयोग भवति संसर्ग एव धर्मता इति सम्बन्ध सूचयति पक्षधर्मता अस्तु अयं च पक्षधर्मता इति पदार्थः जातः तत्र पक्षः अपि अस्ति धूमः अपि अस्ति सम्बन्धः अपि अस्ति यथा महोदय उक्तवान् धर्म इति तल् प्रत्यय इति धर्मता सूचयति सामान्यतया धर्मता यत् वयं तव धूमे धूमधर्म अस्ति तस्मिन् धर्मता भवति धूमत्वं न अत्र अत्र वस्तुतः वर्गे विषयद्वयम् उक्तं पक्षधर्मः धूमः पक्षधर्मता धूमे इति एकं धर्मः अपि च पक्षधर्मता इति पक्षस्य सम्बन्धः अपि अस्ति यतोहि ज्ञाने यथा मया इदानीम् उक्तं भूतं घटवत् यथा विषयत्रयमस्ति तथा एव पक्षधर्मता इत्युक्ते वृत्तित्वम् अपि अस्ति यथा पुस्तकम् उत्पीठिकायाम् अस्ति चेत् उत्पीठिकायाः धर्मः पुस्तकं तथापि वृत्तित्वम् आदाय कापि अस्ति द्वयमस्ति इति मम अवगमनम् अस्तु अत्र धर्मतादिपदेन सम्बन्धः इति यतोहि सम्बन्ध ज्ञाने सम्बन्धः अपि भासते खलु यथा संसर्गतारूपेण तथा अस्तु अग्रे भवती पठतु ततः ततः विद्यमानायाः षष्ठ्याः अपि विषयता इत्यर्थः तथा च यत् ज्ञानं व्याप्ति विषयीकरोति एयं पक्षहेतो सम्बन्धं च विषयीकरोति तत् ज्ञानं परामर्श इति फलितं भवति हि परामर्श तथाविध तत्र उक्तरीत्या व्याप्ते पक्षहेतुसम्बन्धस्य च विषयीकरणात् अस्तु ततः इत्युक्ते पक्षधर्मतायाः अत्र भवति विद्यमान ततः इत्युक्ते तत् किं पक्षधर्मतायाः इति पदमासीत् खलु तस्मात् आरभ्य ततः ततः इत्युक्ते यथा वयं पक्षधर्मता दृष्टवन्तः साधु विद्यमानायाः षष्ठ्या तस्य धर्मतायाः इति षष्ठ्या विभक्ति पक्षधर्मतायाः ज्ञानं रैट् तत्र षष्ठीविभक्तिः आगच्छति अस्तु तत्र षष्ठ्या अपि विषयता इत्यर्थः तत्र षष्ठीविभक्ति या धर्मतायाः इति विषयता इति अर्थं सूचयति ज्ञाने विषयता सम्बन्ध सो तथा च यत् ज्ञानं व्याप्तिविषयीकरोति यत् ज्ञानं यथा उपरि दृष्टवन्तः व्याप्तिविशिष्टज्ञानं तत्र व्याप्तिः इति विषयम् अस्ति ज्ञानस्य सो व्याप्तिः व्याप्तिविषयी भवति तथैव पक्षहेतोसम्बन्ध पक्षधर्मता अपि विषयम् अस्ति ज्ञानस्य सो तत् अपि विषयी भवति सो द्वे ज्ञाने व्याप्तिविषयकज्ञानम् अपि पक्षहेतोसम्बन्ध पक्षधर्मता ज्ञानं पक्षधर्मताविषयकज्ञानं द्वे युगपत् परामर्श इति ज्ञानं जन्यते परामर्श व्याप्तिज्ञानम् अस्माकम् अस्ति वह्नी व्याप्य धूम पक्षहेतु ज्ञानम् अस्ति धूमवान् अयं पर्वत तस्य द्वयोः मिलित्वा परामर्श दति वह्नी व्याप्य अयं धूमवान् पर्वत इति फलितम् अर्थं भवति भवती हि परामर्श तथावद् यथा वयं विशिष्टव्याप्ति अपि पक्षहेतु पक्षधर्मता यथा हेतुवान् हेतुवान् पक्ष अपि विशिष्टव्याप्ति सम्बन्ध इति यत् वयं परामर्शज्ञानं फलितमर्थं प्राप्तवन्तः तत्र उक्तरीत्या व्याप्ते पक्षहेतुसम्बन्ध च विषयीकरणात् विद्वित् परामर्शज्ञाने यथा उपरि वयम् इदानीं विवरणं दृष्टवन्तः सो व्याप्तेः पक्षहेतुसम्बन्धस्य च विषयीकरणात् सो व्याप्ति अपि विषयपदार्थमस्ति पक्षु पक्षहेतुसम्बन्ध पक्षधर्मता अपि विषय ज्ञानस्य विषयः अस्ति चेत् द्वे विषयी भवति ज्ञाने परामर्शज्ञाने सम्यक् अस्तु राजेन्द्र महोदय स्वशब्दे वदति वा ततः आरभ्य आं महोदय ततः विद्यमानायाः षष्ट्या अपि विषयिता इत्यर्थः तथा च यत् ज्ञानं व्याप्तिं विषयीकरोति एवं पक्षहेतवः सम्बन्धं च विषयीकरोति तत् तत् ज्ञानं ज्ञानं परामर्शः इति फलितं भवति हि परामर्शः तथाविद् तत्र उक्तरीत्या व्याप्तेः पक्षहेतुसम्बन्धस्य च विषयीकरणात् ततः इत्युक्ते पक्षधर्मता पक्षधर्मता तत्र पक्षधर्मतायाः अस्ति तत्र षष्ठीविभक्तिः अस्ति अस्ति षष्ठीविभक्तिः अत्र विषयिता इति अर्थ इति अर्थः बोधयति पक्षधर्मतायाः इत्युक्ते विषयिता एव बोधयति तथा विषयता खलु विषयता इत्युक्ते अत्र पक्षधर्मता विषयता विषयिता विषयिता बोधयति पक्षधर्मता विषय किं विषयता न विषयिता अत्र पक्षधर्मता विषयकज्ञानं तादृशं ज्ञानं यस्य विषयः पक्षधर्मता षष्ट्याः षष्ट्याः अर्थः तथा अस्ति सम्बन्धः पक्षधर्मता विषयकज्ञानम् अस्तु अग्रे आम् तथा च यत् ज्ञानं व्याप्तिं विषयीकरोति एवं पक्षहेतोः सम्बन्धं च विषयीकरोति तद् ज्ञानं परामर्शः यत् ज्ञानं व्याप्तिं विषयीकरोति यथा व्याप्तिविशिष्ट तत्र व्याप्तिं विषयीकरोति तत् अपि च तत् पक्षहेतोः सम्बन्धं पक्षहेतोः सम्बन्धः धूमवान् अयं पर्वतः यथा पक्षहेतोः सम्बन्धः या सम्बन्धं या विषयीकरोति तत् ज्ञानं परामर्शः इति फलितं तत् ज्ञानं परामर्शः परामर्शज्ञानम् उच्यते व्याप्तिं विषयीकरोति व्याप्तिविशिष्ट वह्निव्याप्तिधूम यथा यत् अस्ति व्याप्तिं विषयीकरोति अपि च पक्षहेतु धूमवान् अयं पर्वतः पक्षहेतोः सम्बन्धं विषयीकरोति तद् ज्ञानं परामर्शः इति फलितं भवति हि परामर्शः तथाविद् परामर्शज्ञानं तथाविद् एव भवति भवति अस्मिन् अस्मिन् उदाहरणे वह्निव्याप्यधूमवान् पर्वत अयं पर्वतः पर्वतः तत् परामर्शज्ञानम् उच्यते तत्र उक्तरीत्या व्याप्तेः पक्षहेतुसम्बन्धस्य च विषयीकरणात् तत्र यथा उपरि उक्तम् अत्र व्याप्तेः अपि च पक्षहेतुसम्बन्धस्य च विषयीकरोति व्याप्तेः विषयीकरोति अपि च पक्षहेतोः सम्बन्धं विषयीकरोति तत् तत्र तादृशी ज्ञानं परामर्शज्ञानम् इति वदामः अत्र तत्र इति पदस्य कः अर्थः तत्र इत्युक्ते कुत्र तत्र उक्तरीत्या तत्र कुत्र तत् यथा यज्ज्ञानं व्याप्तिविषये करोति पक्षहेतुसम्बन्धविषये करोति इत्युक्ते परामर्शे परामर्शे अपि महोदय बहु सुन्दररीत्या उक्तवान् व्याप्तिज्ञानं पक्षुहेतुसम्बन्धज्ञानं तयोः मध्ये कथं निरूपकभावः अपि अस्ति अत्र परामर्शज्ञाने साधु यथा 168 पेज् अस्ति धूम यत् धूमः अस्ति तत् धूमः व्याप्तिविशिष्टधूमः अस्ति सो तत् धूम विशिष्टधूमनिष्ठप्रकारता तस्य सम्बन्धः भवति पर्वतपक्षनिष्ठविशेषता तयोः मध्ये निरूप्यनिरूपकभावः अस्ति धू व्याप्तिविशिष्टधूम निष्ठप्रकारता निरूप्यति पर्वतनिष्ठविशेषता तयोः मध्ये निरूपनिरूपकभावः अपि अस्ति एतत् परामर्शज्ञाने अतः तस्मात् अनुमितिज्ञानं वर्तते तदनन्तरं सत्यं यथा अस्माभिः पूर्वं पठितं खलु अत्र अत्र अत्र वर्गे किम् उक्तम् एतावत् अस्माभिः किं दृष्टम् अत्र द्वितीयपरिच्छेदे तथा च यज्ञानं व्याप्तिं विषयीकरोति एवं पक्षहेतोः सम्बन्धं विषयीकरोति इति उक्तं खलु तत्र द्वितीयपरिच्छेदे व्याप्तिः ज्ञाने विषयतासम्बन्धेन अस्ति इति उक्तं तृतीयपरिच्छेदे पक्षहेतोः सम्बन्धः अपि ज्ञाने अस्ति इति उक्तं संयोगसम्बन्धः इति ज्ञानद्वयं मिलित्वा यद् ज्ञानम् आगच्छति तदेव परामर्शः इत्युक्ते व्याप्तिविशिष्टपक्षधर्मता ज्ञानं पक्षहेतोः सम्बन्धं ज्ञानं परामर्शः व्याप्तिसम्बन्ध पक्षहेतु पक्षधर्मता ज्ञानं तदति परामर्शः इत्युक्तं तर्हि उदाहरणं सः उक्तवान् वर्गे इदानीं चिन्तयतु तर्हि व्याप्तिविशिष्टं पक्षधर्मता इति निकषः द्वयः निकषद्वयमस्ति खलु तर्हि एकं वाक्यं वर्गे उक्तं धूमः अग्निव्याप्यः आलोकवान् पर्वतः प्रकाशवान् पर्वतः इति व्याप्तिम् इति एकं ज्ञानमस्ति पुनः वदामि धूमः वह्निव्याप्यः आलोकवान् पर्वतः आलोकवान् इत्युक्ते प्रकाशवान् पर्वतः अत्र व्याप्तिविशिष्टज्ञानम् अस्ति धूमः वह्निव्याप्यः अपि च पक्षधर्मता अपि अस्ति आलोकः पक्षधर्मता धर्मः आलोकः प्रकाशः अस्ति खलु अत्र व्याप्तिविशिष्टज्ञानमपि अस्ति पक्षधर्मताज्ञानमपि अस्ति तर्हि एतद् वाक्यं परामर्शः भवति वा इति प्रश्नः न भवति सत्यं किमर्थं तत्र कोऽपि सम्बन्धः नास्ति तत्र सामूह अलम्बम् अलम्बनं ज्ञानम् अस्ति तत्र ज्ञानमस्ति द्वयोः परस्पर समूहालम्बनं ज्ञानं तु अस्ति किन्तु किं तत्र नास्ति एकज्ञानं व्याप्तिविशिष्टज्ञानं लैक् धूमवान् वह्नि व्याप्य धूम तत्र वह्नि धूम इति विशेषं वह्नि भवति प्रकार सो वह्नि व्याप्ति व्याप्य अस्ति तस्य व्याप्तिविषयकज्ञानम् अस्ति किन्तु तादृशधूम प्रकाशवान् पर्वत आलोकवान् पर्वत तत्र कोऽपि सम्बन्धः न दृश्यते द्वयोः मध्ये तत्र भिन्न प्रकारकज्ञानम् अस्ति. अपि आलोकवान् पर्वत, अत्र पर्वत अस्ति पक्ष, आलोकवान् प्रकाशमिति अस्ति तस्य प्रकार. तयोः मध्ये पक्षधर्मता वर्तते, किन्तु पक्षधर्मता व्याप्ति यत् ज्ञानमस्ति तयोः मध्ये कोपि परस्परं निरूपनिरूपभावना अस्ति. द्वयो पृथक् पृथक् ज्ञानम् अस्ति, तत्र परामर्श न ज्ञायते. किमर्थं परामर्शः नास्ति? परस्पर उत्तरोत्तर यथा वयं पूर्वं दृष्टवन्तः उत्तरोत्तर विशेषविशेषणभावः वर्तते, अत्र न वर्तते एतद् ज्ञाने. ज्ञानं नास्ति अत्र. सरलरूपेण वदामश्चेत् परामर्शः नास्ति, यतोहि परामर्शात् अनुमितिः न उत्पद्यते. अस्तु, अनुमितिजनकं नास्ति एतद् वाक्यम्. अस्तु, इति सरलम् अर्थम्. अपि च भवतु उक्तवती तत्तु सत्यम्. अत्र मुख्यविषयः कः इत्युक्ते, व्याप्तिविशिष्टः यः अस्ति तदस्ति हेतुः. व्याप्तिविशिष्टः धूमः एव हेतुः, खलु? अपि च पक्षधर्मता या अस्ति तदपि हेतु एव स्यात्. साधु, व्याप्तिविशिष्टः यः हेतुः सः एव हेतुः पक्षधर्मता, पक्षधर्मः अपि भवेत्. यः हेतुः सः एव पक्षधर्मः भवेत् स्यात्, नो चेत् परामर्शः नास्ति. यतः निरूपकनिरूप्यभावं वदामश्चेत् व्याप्तिविशिष्टधूमः तन्निष्ठनिरूपित विशेषता तन्निरूपित क्षम्यता व्याप्तिनिष्ठप्रकारता निरूपित पर्वतनिष्ठविशेषता पक्षनिष्ठविशेषता हा पक्षनिरूपितविशेष्य विशेषतावान् अयं पर्वतः. व्याप्तिनिष्ठप्रकारतानिरूपित हेतुनिष्ठप्रकारतानिरूपितविशेष्यतावान् अयं पर्वतः, अथवा व्याप्तिनिष्ठप्रकारतानिरूपितविशेषताशाली धूमः इति एकं वाक्यं. धूमनिष्ठप्रकारतानिरूपितविशेषतावान् पर्वतः. सारांशः चेत् पक्षधर्मः यदस्ति तदेव व्याप्तिविशिष्टः स्यात्. इत्युक्ते तत्र व्याप्तिविशिष्ट हेतुनिष्ठपक्षधर्मता ज्ञानं तत्र कथा योजयामश्चेत् वाक्यं सम्यक् भवति. व्याप्तिविशिष्टधूमः तन्निष्ठपक्षधर्मता, यः व्याप्तिविशिष्टः सः एव पक्षधर्मः भवेत्. तदा अस्ति चेत् परामर्शः वदति. परामर्शस्य व्यापारत्वेन अनुमति भवति, परामर्श तत्पूर्वम् उक्तं खलु व्यापारः इति. सो आलोकवान् पर्वत अपि वह्नि व्याप्य धूम धूम सो तत् समूहालम्बनज्ञानम् अस्ति केवलं, राय् तस्य परामर्श नास्ति, परामर्श नास्ति कारण कि तस्मात् अनुमतिः न उत्पद्यते. अपि च अस्मिन् वाक्ये प्रकाश अपि अग्नि तयोः मध्ये किमपि न ज्ञातं खलु. तस्मिन् वाक्ये किमपि न उक्तम्, तादृशं ज्ञानमिति नास्ति अस्मिन् वाक्ये नास्ति. यथा प्रकाश कथं वक्तव्यं, प्रकाश वह्निः व्याप्य प्रकाश प्रकाशवान् धूम प्रकाशवान् पर्वत, तत्र वयं वक्तुं शक्नुमः वह्निः व्याप्य अयं पर्वत. इत्युक्ते यत्र यत्र वह्निः तत्र तत्र प्रकाशः इति ज्ञानमस्ति चेत् तर्हि प्रायः वक्तुं चिन्तयितुं शक्नुमः अस्मिन् वाक्ये घनवन अस्ति तत्र अन्धकार केवलं वह्निः इति प्रकाशमान् भवति तत्र किन्तु अत्र वाक्ये किमपि न उक्तं तादृशज्ञानम् अस्मिन् वाक्ये न भासते केवलं समूहालम्बनं ज्ञानं यथा भवत्या उक्तं साधु महोदय. अन्यः कः व्याप्तिविशिष्ट हेतुनिष्ठनिरूपित अथवा व्याप्तिनिष्ठप्रकारतानिरूपित विशेषताशाली विशेषतावान् धूमः तन्निष्ठप्रकारतानिरूपित विशेषतावान् पर्वतः विशेषतावान् इति व्याप्तिविशिष्टधूम तन्निष्ठप्रकारता तन्निष्ठप्रकारता निरूपित पर्वतनिष्ठविशेषता रै 186 तमे पुटे अस्ति खलु दृश्य पश्यन्ति वदामि अत्र 186 तमे पुटे 139 इति चित्रमस्ति खलु तत्र धूमः अस्ति धूमस्य उपरि अभावः अस्ति धूमस्य उपरि यद् धूमस्य उपरि यद्यद् अस्ति तत्सर्वं व्याप्तिः तर्हि किं व्याप्ति भवान् उक्तवान् न भवती वदतु व्याप्तिनिष्ठप्रकारता अभावः इत्युक्ते व्याप्तिः व्याप्तिनिष्ठप्रकारतानिरूपित विशेषता आश्रयः धूमः विशेषतावान् धूमः धूमनिष्ठ अथवा हेतुः तद्हेतुनिष्ठप्रकारतानिरूपित विशेषतावान् पक्षः पर्वतः अस्तु सो व्याप्तिनिष्ठप्रकारतानिरूपित विशेषता आश्रयधूमनिष्ठप्रकार निरूपित पक्ष पक्षनिष्ठविशेषता वा प्रकारता प्रकारतानिष्ठ विशेषतावान् अयं पर्वतः अयं पर्वत विशेष प्रकारता आश्रयविशेषता प्रकारता निरूपित विशेषता आश्रयपर्वत न सो प्रकारता सत्यं प्रकारता निरूपित विशेषतावान् अयं पर्वतः विशेषतावान् अयं पर्वतः साधु रजेन्द्रमहोदय पुनः वदति वा महोदय पुनः वदति वा व्याप्तिनिष्ठप्रकारता इति इतः आरभ्य व्याप्तिनिष्ठप्रकारता निरूपित निरूपित विशेषता आश्रय व्याप्तिनिष्ठप्रकारता धूमवान् पुनः वदतु व्याप्तिनिष्ठप्रकारता निरूपित व्याप्तिनिष्ठप्रकारता निरूपित विशेषता आश्रय व्याप्तिनिष्ठ विशेषता आश्रय कः धूमः धूमः निष्ठ प्रकारता न धूमनिष्ठ विशेषता आश्रय धूमः व्याप्तिः धूमनिष्ठप्रकारता पुनः धूमनिष्ठप्रकारता निरूपित विशेषता आश्रय पर्वतनिष्ठ विशेषता तावदेव पर्वत एव अन्तिमम् पर्वतनिष्ठ आश निष्ठविशेषता वा विशेषतवान् पर्वतः अस्तु तथापि रजतमहोदय पश्यतु सरलमस्ति भवान् उक्तवान् अभावनिष्ठप्रकारता अस्ति खलु अभावनिष्ठप्रकारता तन्निरूपितविशेषता विशेषतावान् अथवा विशेषता आश्रयः धूमः साधु अथवा हेतुः धूमः इत्युक्ते हेतुः अग्रे हेतुनिष्ठप्रकारता अस्ति तन्निरूपितविशेषतावान् पुनः वदतु धूमनिष्ठप्रकारता निरूपित पर्वत आरम्भतः अभावनिष्ठ तत्र व्याप्तिनिष्ठ प्रकारता निरूपित विशेष विशेषता आश्रय धूमः धूमनिष्ठ अग्रे धूमनिष्ठप्रकारता निरूपित पर्वतनिष्ठ विशेषतावान् तदर्थं शक्यते नो चेत् धूमनिष्ठप्रकारता निरूपित विशेषतावान् अयं पर्वतः पक्षधर्मता अनेन वदनेन तत्र अतिव्याप्तिः न भवति यतोहि मध्ये हेतुः आगच्छति खलु हेतौ एव व्याप्तिविशिष्ट प्रकारता किं व्याप्तिविशिष्टत्वं धूमे भवतु हेतो भवेत् हेतौ पक्षधर्मता भवेत् हेतुनिष्ठप्रकारता निरूपित विशेषतावान् पर्वतान् इति वदामश्चेत् साधु साधु साधु परामर्शज्ञानधर्म पक्षधर्मता ज्ञानं तत् वयम् उक्तवन्तः धूमनिष्ठ प्रकारता निरूपित विशेषतवान् पर्वत विशेषतवान् पक्ष एकं द्वितीय संविशिष्ट वहिनी विशिष्ट व्याप्ति ज्ञानं वहिनी व्याप्य धूम अस्ति तद् भवति प्रकारता अभावनिष्ठ भवति अधिकरण साध्याभाववत् अधिकरण वृत्तित्व अभावनिष्ठप्रकारता निरूपित विशेषता आश्रय धूम कथं वक्तव्यं तत् यद् भवत्या उक्तं तत् सत्यमेव तथैव अस्ति तादृश अभावः तद् निष्ठप्रकारता निरूपित विशेषता धूमे हेतौ खलु प्रश्नमस्ति वा महोदय अस्तु प्रश्नः नास्ति चेत् अत्र स्थगितुं शक्नुमः धन्यवादः महोदय धन्यवादः महोदय धन्यवादः शुभरात्रिः शुभरात्रिः